नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे शत्रन्तानां सुबन्धनिर्माणम् इति पाठः. तत्र वयं गतसप्ताहे नपुंसकलिङ्गपर्यन्तं पठितवन्तः. किञ्चित् पुनस्मरणं कुर्मः. तत्र पुल्लिङ्गे नवसु गणेषु नु आगमः भवति शत्रन्तानां कृते. तत्र उगिदचां सर्वनामस्थाने अधातोः इति सूत्रम्. अनेन यत्र उगित् अस्ति धातु भिन्न उगित् अस्ति चेत् तत्र नुम् इति आगमः नवसु गणेषु भवति. अनन्तरं तत्र जुहोत्यादिगणे यदा आगच्छामः तत्र निषेधः. नाभ्यस्तात् चतुः इति सूत्रेण जुहोत्यादिगणे नुम् इति आगमः न भवति इति दृष्टवन्तः. अतः उगिदचां सर्वनामस्थाने धातोः इत्यनेन यत्र उगित् क्षम्यतां नुम् भवति तत्र रूपं तु भवन् भवन्तौ भवन्तः भवन्तं भवन्तौ इति एतादृशमेव नवसु गणेषु भवति. परन्तु यत्र नाभ्यस्तात् चतुः इत्यनेन निषेधः भवति तत्र नुम् इत्यस्य आगमः न भवति. धातुः यदा वयं स्वीकुर्मः चेत् तत्र धदत् इत्येव रूपं, तत्र नुम् आगमः न भवति. ददत् ददतौ ददतः ददतं ददतौ ददतः इत्येव रूपं. तत्र तु नाभ्यस्ता चतुः इत्यनेन अभ्यस्त अङ्गात् चतुः नुम् न, अतः नुम् आगमः न भवति. तदेव वयं गतसप्ताहे दृष्टवन्तः. अनन्तरं नपुंसकलिङ्गे किं भवति इत्युक्ते वयं तस्य आरम्भमेव कृतवन्तः. तत्र सूत्रत्रयं वा चतुष्टयं वा पठितवन्तः. नपुंसकलिङ्गे किं भवति, शप्शनो नित्यम् इत्यनेन भुवादौ दिवादौ चुरादौ नित्यं द्विवचने नुम् आगमः भवति. द्विवचने एव तत्र नुम् नित्यं भवति. आचिनद्योर्नुम् इत्यनेन तद्वयं गतसप्ताहे न पठितवन्तः, अद्य पठामः. आचिनद्योर्नुम् इत्यनेन तुदादिगणे द्विवचने वैकल्पिकं, यद् शप्शनोर् नित्यम् इत्यनेन भुवादौ दिवादौ चुरादौ नित्यं नुम् द्विवचने भवति, तदेव वैकल्पिकरूपेण तुदादिगणे भवति. अतः तत्र एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न इति. नपुंसकस्य जलजः इत्यनेन बहुवचनेषु नवसु गणेषु नुम् नित्यं नुम् भवति. तदेव वयं गतसप्ताहे दृष्टवन्तः. वा नपुंसकस्य अद्य पठामः. नपुंसकाच्च इत्यत्र तु औप्रत्ययस्य नपुंसकस्य नपुंसकात् अङ्गात् यद् औप्रत्ययः विधीयते तस्य स्थाने षि इति आदेशः भवति. तदेव नपुंसकाच्च इति वदति. जश्शसोः षि तदपि वयं तद् नपुंसकाच्च इत्यनेन यद् औप्रत्ययस्य स्थाने षि दीर्घ आदेशः सु औजस् तत्र औ स्थाने षि इति आदेशः. जश्शसोः षि इत्यत्र नपुंसकात् अङ्गात् यत् जस् शश् शस् प्रथमा द्वितीया बहुवचन जस् शस् प्रत्ययोः तत्र षि इति ह्रस्वम् आदेशः भवति. तद् षि यत् आदेशः भवति तस्य सर्वनामस्थानसंज्ञा भवति. तदेव अद्य पश्यामः. किं रूपमासीत्, पचत् इति आसीत् इति चिन्तयामः. नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणं तत्र पचत् इति स्वीकृत्य गतसप्ताहे दृष्टवन्तः. तत्र स्वमोर् नपुंसकात् इत्यनेन नपुंसकात् अङ्गात् अङ्गात् सुलोपः प्रथमं भवति. पचत् जलां जशोन्ते पचत् वा अवसाने पचत् इति प्रथमाविभक्ति एकवचनरूपम्. द्वितीयायां पचत्युगः औ तत्र एव नपुंसकाच्च इत्यनेन षि इति आदेशः. पचत्योगः षि तत्र अनुबन्धलोपानन्तरं पचत्योगः इ. तत्र एव वयम् अन्तादिवच्च इत्यस्य चिन्तनं कृतवन्तः. तत्र शप्शनो नित्यम् इत्यस्य प्रसक्त्यार्थं तस्य चिन्तनम् अन्तादिवच्च इत्यनेन अवर्णात् अङ्गात् शत्रन्तङ्गस्य नित्यं नुमागमः. शप्शनो नित्यम् इत्यनेन नित्यं नुमागमः. अतः यत्र पचत्योगः इ तत्र कथं तत्र अवर्णान्त अङ्गं भवति अन्त अन्त अन्त आदिवत् स्वीकुर्मः वा अन्तवत् स्वीकुर्मः वा इति चिन्तने तत्र शप्शणोर्नित्यम् इत्यनेन अवर्णान्तम् अङ्गम् इच्छति अतः पच योगः अत् इति स्वीकृत्य तत्र नुम् आगमः कृत्वा नुं तु आगमः मिदचोन्त्यात्परः इत्यनेन स्वरात्परे पचन्त् अनन्तरं तत्र अस्माकं नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः पचन्ती इति रूपम् एतावत् एव वयं गतसप्ताहे पठितवन्तः अत्र अग्रे सरामः महोदय पठति वा पचत्योगः जस् नमस्ते भगिनि उषा अस्मि नमस्ते भगिनि नमस्ते अरुणा भगिनि नमस्ते तत्र महोदय नपुंसकले शस्त्रान्तानां सुबन्तनिर्माणम् इत्यत्र तृतीयं पचत्योगः जस् पचत्योग जस् इति तदा जशोः शिः इति सप्तमाध्यायस्य तथा विंशतितमं सूत्रमस्ति इत्यनेन नपुंसकात् अङ्गात् जस्ताने षि आदेशः पचत् योग षि लशकतद्दिते इत्यनेन अनुबन्धलोपः पचत् योग इ षीसर्वनामस्थानम् इत्यनेन षि इति आदेशस्य सर्वनामस्थानसंज्ञा नपुंसकस्य जलतः इत्यनेन नपुंसकलिङ्गे सर्वनामस्थाने परे जलन्त अङ्गस्य नुमागमः मिदजदन्त्यात्परः इत्यनेन नुमागमः नुम् अन्यात् स्वरात् परे सोरि अन्त्यात् स्वरात् परे पचन्त् योग इति भवति नश्चापदान्तलि इत्यनेन जलि अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारादेशः अनन्तरम् अनुस्वारस्य परसवर्ण इत्यनेन ययि अनुस्वारस्य स्थाने परसवर्णादेशः पचन्त् योग इ वर्णमेलने पचन्ति इति अत्र पचत् योग जस् इति अस्ति तत्र षि आदेशः भवति यदा षि आदेशः भवति जस् स्थाने षि आदेशः तत्र लशकतदित् इत्यनेन इत्यनेन तत्र शकारस्य लोपः पचत् योग इ इति अस्ति इति सोरि षि इति सरणमस्थानम् इति षि सरणमस्थानम् इत्यनेन षि इत्यस्य सरणमस्थान स्थानसंज्ञा अपि च नपुंसकस्य जलि अचः इत्यनेन नपुंसकलिङ्गे सरणमस्थाने परे जलन्तङ्गस्य अत्र अच अस्ति खलु जलन्तङ्गस्य नुमागमः अनन्तरं तत्र नकारः अनन्तरम् अनुस्वारः अस्तु अनुस्वारः अनन्तरं पुनः नकारः भवति अनुस्वारस्य परसवर्णेच्छनेन पचन्ति इति भवति तत्र सूत्राणि सन्ति महोदय अधः तत्र जशस्सु तत् सूत्रं पठति वा शप्शनोमित्यम् अनन्तरं जशसोः शिः नपुंसकात् अङ्गात् जश् शश् इत्यनयोः स्थाने षि आदेशः भवति जश्च षश्च तयोः इतरेतरद्वन्द्वः जश्चसौ तयोः जश्चसोः जश्चसोः षष्ट्यन्तं षि प्रथमान्तं द्विपदमिदं सूत्रम् अङ्गस्य इति अधिकारः अनुसहितमस्ति नपुंसकात् अङ्गात् जश्चसोः षिः इति एतत् सूत्रं वदति बहुवचनस्य प्रथमा द्वितीय बहुवचनस्य स्थाने षि आदेशः भवति षि इति अनन्तरं षि इति षिसर्वनामस्थानम् इति षि इति आदेशस्य सर्वनामस्थानसंज्ञा षि लुप्तप्रथमान्तं सर्वनामस्थानं प्रथमान्तं द्विपदविधं सूत्रं स्वयं सम्पूर्णं षि सर्वनामस्थानं षि आदेशः भवति तस्य सर्वनामसंज्ञा तस्य सर्वनामसंज्ञा भवति सर्वनामस्थानसंज्ञा भवति सर्वनामस्थानम् इति अस्ति अग्रे पठामि वा नपुंसकस्य जलजः नपुंसकस्य जलजः प्रथमपादस्य द्वि अस्तु द्विसप्ततितमं नपुस्तकलिङ्गे स्वर्णामस्थाने परे जलन्त अङ्गस्य अजन्त अङ्गस्य च नुमागमः भवति. जल् च अच् च तयोः समाहारसम्बन्धः जलच तस्य जलचः नपुस्तकस्य षष्ट्यन्तं जलचः षष्ट्यन्तं द्विपदमिदं सूत्रं विदितोनुं धातु इत्यनुम् अनुम् इत्यसनुवृत्ति उगतिजां स्वर्णामस्थाने अधातोः इत्यस्मात् स्वर्णामस्थाने इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुसूत्रमस्ति. नपुंसकस्य जलचः अङ्गस्य नुम् स्वर्णामस्थाने अस्तु अजन्त अङ्गम् अथवा ज्वलन्त अङ्गमस्ति चेत् नपुंसकस्य नुमागमः भवति स्वर्णामस्थाने. तर्हि स्वर्णामस्थानम् एतत् तत्र शीसर्णामस्थाने इत्यनेन तत्र बहुवचनस्य एव सोरि शी इति अस्तु बहुवचनस्य एव स्वर्णामस्थानं भवति. अतः तत्र प्रथम बहुवचने द्वितीयबहुवचने तत्र नुमागमः भवति इति वा? सत्यं तत्र फल इति शब्दः स्वीकुर्मः चेत् तत् अजन्ताङ्गं किल. तत्रापि फलानि फलानि भवति फलानि अनेनैव भवति वा? आम् आम् सत्यम् आम् नुम् आगमः किल. आम् अन्यदपि अस्ति तत्र अनेन सूत्रेणैव भवति इति मम नपुंसकस्य जलजः इत्येव अहमपि स्मरामि. अन्य किमपि सूत्रमस्ति वा इति न जानामि, परन्तु अनेन सूत्रेणैव भवति इति अहं कुत्र पठितवान् आसीत्. सूत्रद्वयस्य कारणेन मम आगमः भवति अतः. परन्तु नपुंसकले नपुंसकलिङ्गे अनेनैव भवति. हा नपुंसकलिङ्गे अनेनैव भवति इति अस्ति पाठः. वरं पश्यामि. अतः तत्र नपुंसक अजन्त अङ्गमस्ति चेदपि भवति हलन्तमङ्ग जलन्तमङ्गम् हलन्तम् जलन्तमङ्गमस्ति चेदपि भवति. अतः अस्माकं पचत् इति जलन्तमङ्गं तत्रापि भवति किल. इकोचि विभक्तौ इति तत्र कारान्तनपुंसकलिङ्ग फलशब्दः फलानि इति रूपं तत्र नपुंसकस्य जलचः. अत्र अपि नपुंसकस्य जलचः एव. अनन्तरं सर्वनामस्थाने च सम्बुद्धौ इत्यनेन तत्र लोपः तत्र क्षम्यताम् उपदाति फलानि इति वक्तुं फलन् योगः इ नपुंसकस्य जलजः सर्वनामस्थाने च सम्बुद्धौ इत्यनेन दि उपदादीर्घः फलानि इति सत्यं तदेव अस्माकम् अत्रापि समीचीनं. अतः बहुवचनपर्यन्तम् आगतवन्तः महोदय. इदानीं देयं यत् ध्येयं यत् एकनिमिषम् उपरि वा तद् यदा भवान् पठितवान् किल वयम् अधः सूत्राणां कृते आगतवन्तः. इदानीं पुनः पूर्वं यद् पठितवान् ध्येयं यत् अत्र उगितजां स्वर्णामस्थाने अधातोः इति सूत्रस्य प्राप्तिरपि अस्ति. उगितजां स्वर्णामस्थाने अधातोः परन्तु नपुंसकजलज इत्यस्य बलं परत्वात् उगितचां स्वर्णामस्थाने अस्तु उगितचामिति नुमागमः भवितुम् अर्हति स्वर्णामस्थाने इति भवति. सप्ततितमं सूत्रमस्ति परन्तु एतत् द्विसप्ततिः द्विसप्ततितमं सूत्रमस्ति अतः तस्य बलवत्तमतः नपुंसकजलजः इत्यनेन शी इत्यस्य स्वर्णामस्थानम् अस्ति तस्य नुमागमः भवति. तर्हि पचत् प्रथमा द्वितीया पचत् अथवा पचद् मित्रम् इति अस्ति. पचत् योग पचत् योग तत्र तत्र किम् अति षि आदेशः भवति खलु अतः पचद्योगः आम् औ तत्र षि इति आदेशः नपुंसकाच्च इत्यनेन औ स्थाने नपुंसकाच्च षि आदेशः भवति तर्हि षि इति आक्षि नद्यो केन भवति तत्र नुमाग शप्शनो नित्यं किल सारि सत्यं पचति शप्शनो नित्यम् इति नित्यनेन शप्शनो नित्यम् इत्यनेन तत्र अनुमागमः भवति तर्हि पचन्ति इति भवति पचन्ति मित्रे तर्हि पचन्ति मित्राणि तथैव तत्र पचत् मित्रं तत्र सुप्रत्ययसलोपो भवति समो नपुंसकात् इत्यनेन हल्ग्यादीर्घात् अस्य अपवादमस्ति वा नपुंसकात् अङ्गात् सुलोपः इति वा स्मोर्नपुंसकात् इति हलन्तम् अङ्गं तु अस्ति एव हल्ङ्याभ्यो दीर्घात् स्वमोर् प्रायः अपवादः एव भवति किमर्थं तत्र हलन्तमस्ति खलु उक्तमस्ति साक्षात् नपुंसकात् इति अतः प्रायः पचत् मित्रं पचन्ति मित्रे पचन्ति मित्राणि इति रूपाणि तथैव तत्र प्रथमा क्षम्यतां महोदय नपुंसकात् परस्य प्रथमा द्वितीया एकवचनस्य सु अं प्रत्ययोः लुक् भवति इत्येव उक्तं तत्र अतः तत्र हल्ङ्याभ्यो दीर्घात् इत्यस्य तत्तु 6-1 किल हल्ङ्याभ्यो दीर्घात् तत्र सुयव तत्र न एतद्वयोः भवति खलु न भवति अनन्तरं 7-1 इति अङ्गकार्यं किल आमाम् अङ्गकार्यम् अङ्गस्य इति अधिकारे अस्ति आं सत्यम् अङ्गकार्यमस्ति अतः वर्णादङ्गं बलीयः इति अनेन किल आं सत्यम् अतः बलवत् दिवादिगणे तत्र दिवादौ दिव्यत् इति अस्ति तत्र दिव्यत् तत्रापि दीव्यन्ति इति तत्र षि इति तत्र नपुंसकात् इत्यनेन तत्र नुमागमः दीव्यन्ति दीव्यन्ति इति प्रथमा द्वितीया चुरादौ अपि चोरयत् चोरयन्ति चोरयन्ति इति रूपाणि तत्र द्विवचने बहुवचने नुम् आगमः अस्ति एकवचने नास्ति निमागमः अस्ति निमागमः तृतीया आरभ्य यदा वयं तत्र अन्ये शब्दानां कृते अन्येषां शब्दानां कृते कुर्मः तादृशमेव अत्रापि सप्तमे विभक्तिपर्यन्तं पुल्लिङ्गशब्दवत् नुमागमः इति नपुंसकाच्च अपि च नपुंसकस्य जलचः इत्यनेन नुमागमः नपुंसकाच्च इति षि आदेशः यदा भवति तत्र शप्शनो नित्यम् इत्यनेन नुमागमः नपुंसकाच्च केवलम् आदेशः शप्शनो नित्यम् इत्यनेन नित्यं नुमागमः अवर्णात् अङ्गात् षी प्रत्यये परे इति उक्तमस्ति अतः द्विवचने एव भवति अनन्तरं जश तत्र यदा वयं जस् इति आगच्छामः तत्र षी इति आदेशः भवति तत्र अस्माकं नपुंसकस्य जलजः इत्यनेन सर्वनामस्थाने परे अनुमागमः अतः द्विवचने भिन्नसूत्रं बहुवचने भिन्नसूत्रम् अवगतं वा अवगतं सर्वैः अवगतं वा तद् अत्र भेदः कुतः विजया भगिनी बि इति भागः पठति वा सुदादिगणे अदादिगणे चतुर्दश आकारान्त दातवः तुदादिगणः अदादिगणस्य चतुर्दश आकारान्त दातवः तुदत् योगः सु द्वादिगणे यथावत् तुदत् तुदद् तुदत् इति भवति अत्र तुदत् योगः औ तुदत् योगः षि तुदत् योगः इ तत्र शकारस्य लशकतटिदे इति सूत्रेण अपगच्छति तत्र इ एव तिष्ठति आचीन आचीनद्योर्नुम् इत्यनेन षी प्रत्ययः परे चेत् आवर्णात् अङ्गात् शत्रान्त अङ्गस्य विकल्पेन नुम् आगमः भवति नुम् आगमे सति मिदच्योन्त्यात् परः अनन्तरं नश्च पदान्तस्य जलि अनन्तरम् अनुस्वारस्य ययिपरसवनः एतत् सर्वं कार्यं करोति प्रथमं मिदच्योन्त्यात् परः इति सूत्रेण तत्र तुदन्ति इति भवति तुदन्ति योगः यी वर्णमेलन तुदन्ति इति भवति नुम् अभावे तुदति इति भवति अत्र प्रथमं नुदत् इति भवति आचीर्ण आचीनर् आचीनद्योर्नुम् इति सूत्रेण शीप्रत्यये परे आगच्छति चेत् आवर्णात् अङ्गात् शत्रान्तं तत्र नुम् आगमः भवति तुदन्त् इति भवति अनन्तरं शीस्थाने अनुबन्धलोपानन्तरम् ई एव तिष्ठति मिदोच्योन्त्यात् परः इति सूत्रेण तत्र अचिवर्णात् परे नुम् आगमः भवति अनन्तरं नचपदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति अनन्तरं तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण तत्र नुमागमः सकारः अस्ति अत्र अतः तत्र तत् अन्तिमवर्णः भवति सुदन्त् योगः इ इदानीं वर्णमेलनेन सुदन्ति अनन्तरं नुम् तत्र अभावे अस्ति चेत् विकल्पेन सुदति इति भवति इदानीं अस्तु भगिनि अग्रे अग्रे भगिनि सुदत् योगः तुदत् योगः जस् द्वादिगणे यथावत् तुदन्ति इति भवति प्रथम तुदत् अनन्तरं बहुवचने तुदति तुदन्ति इति भवति तुदन्ति इति अन्तिमरूपम् अत्र प्रथम बहुवचने अनन्तरं द्वितीया तुदत् इति भवति एतत् सर्वं नपुंसकलिङ्गे एव भवति खलु भगिनि सुदति सुदन्ति अन्ते सुदन्ति इति भवति तत्र विकल्पेन तत्र द्विवचने सुदति सुदन्ति इति भवति बहुवचने सुदन्ति इति भवति इदानीं तृतीया विभक्तिः इत्यस्मात् सप्तमी विभक्तिपर्यन्तं पुल्लिङ्गशब्दवत् एव सर्वदा एव प्रथम नपुंसकलिङ्गे प्रथम द्वितीय एव किञ्चित् कार्यं भविष्यति तृतीया विभक्ति आरभ्य सप्तमी विभक्तिपर्यन्तं पुल्लिङ्गशब्दवती एव कार्यं करोति नपुंसकलिङ्गे आचीनद्योर्नुम् अत्र शी प्रत्यये वा नदी प्रत्यये परे शी प्रत्ययः वा नदी प्रत्यये परे अस्ति चेत् आवर्णात् अङ्गात् शत्रान्तङ्गस्य विकल्पेन नुम् आगमः भवति शी च नदी च शीनद्यो तयोः शीनद्योः आत् पञ्चम्यन्तं शीनद्योः सप्तम्यन्तं नुम् प्रथमान्तं त्रिपदमिदं सूत्रं नाभ्यस्तात् चतुः इत्यस्मात् चतुः अपि च वा नपुंसकस्य इत्यस्मात् वा इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् आत् अङ्गात् शतुः वा नुं शीनद्योः अत्र आचीनद्योर्नुम् अत्र तत्र नदी अनन्तरं किं भगिनि यद् आची नद्योर्नुम् इत्यत्र शी प्रत्ययः अथवा नदी प्रत्ययः परः अस्ति चेत् तत्र अवर्णातङ्गात् तदेव आत् अवर्णातङ्गात् शत्रन्त अङ्गस्य विकल्पेन नुम् इति आगमः भवति. आत् शी नद्योः नुम् तत्र तकारः शकारः अस्ति किल, तत्र सन्धिः तकारस्य स्थाने प्रथमं चुत्वं किल, अनन्तरम् अस्माकं शी स्थाने चकारः चतुर्थवर्णः कः सन्धिः, तस्य नाम षश्चोटि षश्चोटि इत्यनेन षकारस्य स्थाने चतुर्थ अनेन किं भवति, अतः अत्र विकल्पिक वैकल्पिकं नुम् आगमः. तदपि शी प्रत्ययः अस्माकं कृते तु शी प्रत्ययः नदीसंज्ञकः इति स्त्रीलिङ्गे, अत्र शी प्रत्ययः परः अस्ति चेत् अवर्णातङ्गात् अवर्णातङ्गमेव शत्रन्ताङ्गस्य विकल्पेन नुम् आगमः भवति. अतः तत्र तुदत् इति तुध इति अवर्णान्तम् अङ्गं तस्य नुम् आगमः भवति. एतत्तु सामान्यसूत्रमस्ति खलु, अवर्णात् सर्वत्र भवादि सर्वत्र दिवादि चुरादि अत्र भवति, परन्तु अनन्तरं तदेव विशेषम् आम् सत्यम्. आचीनद्योर्नुम् इत्येव सामान्यम् उत्सर्गसूत्रं, शप्शणोर्नित्यम् इति विशेषसूत्रम्. आचीनद्योर्नुम् इत्यनेन वैकल्पिकं भवति न भवति, परन्तु शप्शणोर्नित्यम् इत्यनेन विशेष अवश्यं भवति. आम् महोदय, यत्र विकर्णपत्ये अनेन विकर्णपत्ये लोपः भवति तदा अपि भवति, यत्र यदि अवर्णाङ्गमस्ति अकारान्ताङ्गमस्ति चेत्. आम् सत्यम्, आं भवति एव अदादिगणे भवति एव तदेव अग्रे अस्ति तत्र वैकल्पिकमस्ति. आं वैकल्पिकमस्ति तदेव अग्रे आगच्छति अवश्यं भवति. यत्र बाधा नास्ति तत्र अवश्यं भवति एव. आचीनद्योर्नुम् इत्यनेन नदी शी प्रत्ययः नदी प्रत्यये परे अवर्णातङ्गात् शत्रन्तस्य विकल्पेन नुम् आम् विजयभगिनी अग्रे अपि पठतु देयं यत् देयं यत् आचीनद्योर्नुम् इति सामान्यशास्त्रं शप्यनोर्नित्यम् इति विशेषशास्त्रत्वं शास्त्रम्. आचीनद्योर्नुम् इत्यनेन शत्रान्त अङ्गस्य आवर्णात् अङ्गात् विकल्पेन नुम् आगमः भवति. द्वादिगणे द्विवादिगणे चुरादिगणे च शत्रान्त अङ्गस्य आवर्णान्तम् अवर्णान्तम् अङ्गं भवति, भव दिव्य चोरय. अतः एतत् सर्वम् आवर्णान्त अङ्गम्. अतः अचीनद्योर्नुम् इत्यनेन येषु त्रिषु गणेषु अपि नुम् आगमः वैकल्पिकः भवति स्म, नाम येषु त्रिषु गणेषु अपि आचीनद्योर्नुम् इत्यस्य प्रसक्तिः अस्ति. तदा शप्नयोर्नित्यम् आगत्य वदति यत् न येषु गणेषु शप् शन् इति विकर्णप्रत्ययोः भवतः, अतः अत्र नुम् आगमः नित्यः न तु वैकल्पिकः. अत्र आचीनद्योर्नुम् इति सामान्यसूत्रं सामान्यशास्त्रम् अत्र शप्श्यनोर् नित्यम् इति विशेषशास्त्रमस्ति. इदानीं आचीनद्योर् आत् अनन्तरं नद्य नदी इति शत्रान्त अङ्गस्य आवर्णात् अङ्गात् यत्र यत्र आवर्णम् अन्तिमवर्णः अस्ति तत्र विकल्पेन नुम् आगमः भवति. यत्र भवति चेत् द्वादिगणे द्विवादिगणे अनन्तरं चुरादिगणे आवर्णात् अङ्गं भवति चेत् भव इति अस्ति चेत् तत्र भवन्ति दीव्यन्ति श्लोरयन्ति इति तत्र सर्वत्र नुम् आगमः भवति आचीनद्योर्नुम् इत्यनेन येषु त्रिषु गणेषु अपि नुम् आगमः वैकल्पिकः भवति नाम येषु त्रिषु गणेषु अपि आचीन आचीनद्योर्नुम् इत्यस्य प्रसक्तिः अस्ति एव अत्र तत्र एतत् सूत्रम् आचीनद्योर्नुम् इति सूत्रं सप्तमाध्याये प्रथमपादे अशितिः इति सूत्रतमे अस्ति शप्शिन्नोर्नित्यम् इति तादृशमेव सप्तम अध्याये प्रथमपादे परन्तु एक अशितिः इति एकाधिकम् अशितिः इति सूत्रमस्ति अतः तत्र विशेषशास्त्ररूपेण पूर्व पूर्वसूत्रात् परसूत्रम् अत्र असिद्धं भवति वा भगिनि अतः एव तत्र वैकल्पिकरूपेण भवन्ति दीव्यन्ति चोरयन्ति इति येषु गणेषु शप् श्यन् इति विकर्णप्रत्ययोः भवति शप् प्रबाद्य दिवादिगणे श्यन् अपि कार्यं करोति परन्तु एतत् सर्वं नुम् आगमः नित्यः न तु वैकल्पिकः तत्र विभाषरूपेण नास्ति एतत् नित्यरूपेण एव नुम् अत्र आगच्छति इति तत्र दत्तं भगिनि सत्यं तदेव आचीनद्योर्नुम् इति सामान्य उत्सर्गसूत्रं तस्य कार्यं सर्वत्र भवति भुवादौ दिवादौ चुरादौ अपि आचीनद्योर्नुम् इत्यस्य प्रसक्तिः अस्ति परन्तु यदा शप्षणो नित्यम् आगत्य वदति तत्र शप्षण् इति विकर्णप्रत्ययौ यत्र भवतः तत्र नित्यं नुम् इति यदा वदति तत्र तस्य एव प्रसक्तिः तस्य एव बलवत्वम् अतः तस्य एव कार्यं भवति आचीनद्योर्नुम् इत्यस्य कार्यम् अत्र न भवति नित्यं तत्र नुम् आगमः भुवादौ दिवादौ चुरादौ अवर्णान्तम् अङ्गं कथं स्वीकरणीयम् इत्युक्ते यदा वयं शत्र योजयामः तस्मात् पूर्वं यद् अङ्गम् अस्ति शत्रन्तस्य कृते यद् अङ्गं तदेव अस्माकम् अवर्णान्तम् अङ्गम् धन्यवादः भगिनि उषा भगिनी अग्रे आं भगिनि अदादिगणे अदादिगणे चतुर्दश आकारान्तदातवः सन्ति आचीनद्योर्नुम् इत्यस्य सूत्रस्य प्रसक्तिः तेषां कृते अपि अस्ति आकारान्तदातवः नाम तत्रापि शत्रन्तप्रसङ्गे नपुंसकलिङ्गे नुम् आगमः विकल्पेन भवति कारणम् इदं यत् येषां धातूनाम् अवर्णान्तम् अङ्गम् अस्ति परन्तु इदम् अङ्गं शप् अन्तं श्यन्नन्तं वा नास्ति धातवः एते या वा श्ना श्रा द्रा सा पा रा ला दा ख्या प्रा मा अदादिगणे चतुर्दश आकारान्तदातवः सन्ति आकारान्तदातवः शत्रुप्रत्ययस्य कृते आकारान्त अङ्गं सिद्ध्यति आकारान्तदातवः अस्ति आत्सीनद्योर्नुम् इत्यस्य सूत्रस्य प्रसक्तिः अस्ति तेषां कृते प्रसक्तिः अस्ति आत्सीनद्योर्नुम् इति वैकल्पिकरूपं ददाति आत्सीनद्योर्नुम् इत्यस्य नाम तत्रापि शत्रन्तप्रसङ्गे नपुंसकलिङ्गे नुम् आगमः विकल्पेन भवति विकल्पेन भवति येषां धातूनाम् अवर्णान्तम् अङ्गम् अस्ति परन्तु एतेषु धातुषु कृते शप् नास्ति श्यन् नास्ति तस्मात् नित्यं नास्ति नुम् आगमः वैकल्पिकरूपमेव भवति शी कृते, शी इति द्वितीयवचनं, प्रथमाविभक्ति द्वितीया विभक्ति द्विवचनं कृते नुम् आगमः वैकल्पिकरूपं भवति आकारान्तधातूनां कृते इति तद् तदुच्यते. अदादौ या धातुः, या धातुः यात् प्रथमाविभक्तौ प्रथमाविभक्तौ एकवचनं या योगः छप् लुक् भवति, या योगः चतुप्रत्यय, या योगः अत् या इति आकारान्ताङ्गम्, आकारान्ताङ्गम् अस्ति, आकारान्तम् अङ्गम् अस्ति, बट् सु इति या योगः सु, या योगः अत् योगः सु, रैट् भगिनि, या योगः अत् योगः सु. प्रथमं कार्यम् आचि नद्योर् नो आचि नद्योर् द्वितीय स्वमोर्नपुंसकात्, स्वमोर्नपुंसकात् इत्यस्य सु प्रत्ययः लोपः भवति, तत्कारणात् पदं पदं भवति, पदं भवति इत्यतः या योगः अत् इति स्थिते यात् एव भवति. पदं पदसूत्रं नो मोर् अप्लिकबल्. या योगः अत् यात् एव भवति, यात् देन् यात् योगः औ, यात् न या योगः. किमर्थं पदं नास्ति इति उक्तवती? क्षम्यताम्, पदं पदसूत्राणि नो मोर् यात् इति पदं भगिनि, या स्वमोर्नपुंसकात् इत्यनेन पदं जातं, पदं जातं, बट् नो मोर् पदसूत्र अस्ति. सो या योगः शत्रुप्रत्यय अत् एव भवति, अतो गुणे यात् एव भवति. नो न भगिनि, यात् यदा यात् योगः सु इति, सु इति अनन्तरमेव वयं योजयामः किल सुबन्तं. सो यात् योगः सोमोर् नपुंसकात् इत्यनेन सुप्रत्ययस्य लुक् लोपः, इदानीमपि प्रत्ययलोपे प्रत्ययलक्षणम् इति लक्षणम् अस्ति किल, सुं तिङन्तं पदम् इत्यनेन पदसंज्ञा अस्ति. इदानीं जलां दर्शयन्ते, जलां जशोन्ते यात् यात् बट् अत्र इट्स् नाट् दत्तं भगिनि. जलां जशोन्ते अनन्तरं अनन्तरं वावसाने ओके यात् एव भवति, यात् याद् भवति एव किल, न प्रदर्शितं. सो ऐ थिङ्क् पद पदमस्ति, पदं पदसंज्ञा अस्ति एव. आम्, सो यात् अथवा याद् ओके. देन् द्वितीय प्रथमाविभक्तौ द्वितीयवचनं, सो यात् योगः ई, यात् योगः ई इत्युक्ते औ इति औ औ इति प्रथमाविभक्तौ द्विवचनं नपुंसकाच्च, नपुंसकाच्च इत्यनेन नपुंसकात् इत्यनेन शी औकारस्य स्थाने शी आदेशः, शी ई एव तिष्ठति, लशक् वदतिते इत्यनेन ई एव तिष्ठति. सो यात् योगः ई इति स्थिते आक्षि नद्योर्नुम् इत्यनेन, आक्षि नद्योर्नुम् इत्यनेन नुम् आगमः विकल्पेन भवति, विकल्पेन भवति इत्यस्य कृते याति इति भवति अथवा यान्ति इति भवति, याति अथवा यान्ति नपुंसकलिङ्गरूपं. देन् यात् योगः सो जस्, जस् जस् इति बहुवचनं, जस् जश्यसोः शि, जश्यसोः सी शी इत्यनेन शी भवति, शी इति सर्वनामस्थानं भवति. शी सर्वनामस्थानम् इत्यनेन इकार ह्रस्व इकारः एव तिष्ठति. ह्रस्व इकारः सर्वनामस्थानसंज्ञा भवति. सर्वनामस्थानसंज्ञा भवति इत्यस्य कारणात् नपुंसकस्य जलचः इत्यनेन नुम् आगमः भवति. नुम् आगमः भवति यान्ति इति रूपं सिद्ध्यति. एवमेव द्वितीया एकवचनं यात् अथवा याद् द्वितीया द्विवचनं नुम् आगमः वैकल्पिकरूपं भवति. याति अथवा यान्ति एव भवति. द्वितीया बहुवचनमपि सर्वनामस्थानं भवति नपुंसकलिङ्गे. शी सर्वनामस्थानम् इत्यनेन जश् शसोः शि इत्यनेन शी आदेशः शी सर्वनामस्थानम् इत्यनेन सर्वनामस्थानसंज्ञा भूत्वा नपुंसकस्य जलचः इत्यनेन नुम् आगमः भवति. तत्रूपम् अपि यान्ति सिद्ध्यति. सम्यक् तावदेव तत्र समीचीनं. धन्यवादः भगिनि. अरुणा भगिनी वदति वा वा इति स्वीकृत्य समानरीत्या अदादौ वा. एकनिमिषं भगिनि. वा इति धातुः अस्ति. पदं वा योगः सु अत्र स्वमोनपुंसकादिकसूत्रेण सकारलोपः भवति. वा इति रूपं भवति. वा तस्य जलां दशन्ते तेन वाद् अपि भवति. वा अवसाने तेन तकार नकार भवति. पुनः वाद् द्विवचने औ आगच्छति. औ स्थाने शि प्रत्यय नपुंसकाच्चायकसूत्रेण सि स्थाने औ स्थाने शि आगच्छति. अन्तात्तिवच्चायकसूत्रेण पदसंज्ञा भवति भगिनि. अन्तादिवत् इति तादृशसूत्रम् अस्ति. किम् उक्तति? नपुंसकाच्च सम्यक् एव. अनन्तरं नपुंसकस्य जल न आक्षीनद्योर्नुम् इति सूत्रेण नुम् आगमः भवति. मिदजो अन्त्यात् परः इति सूत्रेण अन्त स्वर अनन्तरं नुम् आगमः भवति. विकल्पेन वाति वान्ति इति रूपद्वयमस्ति. जश् अस्ति चेत् अत्रापि सर्वनामस्थान जशो शशि इति सूत्रेण सर्वनामस्थान संज्ञा भवति. शि आदेशः भवति. अत्रापि आशि नद्योर्नुम् इति सूत्रेण एव नुम् आगमः भवति भगिनि. कुत्र? द्विवचने वा? बहुवचने. नपुंसकस्य जलजः. नपुंसकस्य जलजः. नपुंसकस्य जलजः नुम भगिनि. सर्वनामस्थानपुंसकस्य जलजः. सर्वनामस्थान नपुंसकस्य जलजः. नपुंसकस्य जल भगवान् व्यक्ति बहुवचनं भगिनि. प्रादिश्य सर्वनामस्थानसंज्ञा अस्ति. जस्य शौर्षि इति अत्र शि आदेशः भवति, तदनन्तरं नुमागमपि भवति केन सूत्रेण, नपुंसकस्य जलजः इति सूत्रेण नाम सान्वपरे जलन्ताङ्गस्य नुमागमः भवति वा नित्यमेव वान्ति इति रूपं द्विवचने अत्रापि वातेव वाति वान्ति वान्ति वान्ति एव भवति बहुवचनं समानमेव आचीनत्योर्णुम् इति शी प्रत्य शी इति प्रत्ययपरे एव तस्य कार्यम् अतः द्विवचने एव तद् भवति बहुवचने नपुंसकस्य जलसः अस्तु भगिनि भवती एव अग्रे पठतु अभ्यस्तसंज्ञकाः इति अभ्यस्तसंज्ञकाः जुहोत्यादिगणगणः ददत् योगसु स्वमोर्नपुंसकात् इति सूत्रेण नपुंसकात् अङ्गात् सु इत्यस्य लुक् ददत् भवति जलां दशोऽन्ते इत्यनेन पदान्ते तकारस्य ज्यस्तुं ददत् वा अवसाने इत्येतेन जलः विकल्पेन च आदेशः भवति ददद् ददत् इति रूपद्वयमस्ति तथा एव द्विवचने ददत् युग औ अत्र नपुंसकाच्च इति सूत्रेण शि आदेशः भवति तदनन्तरं ददत् युगः इति वर्णमेलने एव किमर्थं नुमागम न आगच्छति भगिनि ओ अदन्ताङ्गं नास्ति तत्र स्वमूर्नपुंसकात् इति तत्र अङ्गस्य लुक् एव भवति ददत् जशोषि हि इति सूत्रेण नपुंसक अङ्गात् जश् अस्ति चेत् परे चेत् षि आदेशः भवति ददत् युग षि षि सर्वनामस्थानं ददत् युग इ नपुंसकस्य जलजः इत्यनेन सर्वनामस्थाने नुम् आगमः ज्ञाभ्यस्तात् शतुः इत्यनेन अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य नुम् आगमो न भवति अनेन सूत्रेण न भवति केवलं ददति एव रूपं भगिनि ददति एव न तद् अनन्तरं पठतु अनन्तरं वा नपुंसकस्य इत्यनेन यद् इदानीं निषेधः जातः प्रथमं नपुंसकस्य जलजः इत्यनेन नुम् आगमः नाभ्यस्ताच्चतुः इत्यनेन अभ्यस्तसंज्ञकः संज्ञकः शत्रुप्रत्ययस्य नुम् आगमः निषेधः इदानीं पुनः पठतु वा नपुंसकस्य वा नपुंसकस्य इत्यनेन नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्ययपरे अभ्यस्तसंज्ञकात् शत्रुञ्च विकल्पेन नुम् आगमो भवति नपुंसक वा नपुंसकस्य सूत्रेण एव अत्र नुमागमः भवति ओके नुमागमः मिदचोन्त्या परः इति सूत्रेण नश्च पदान्तस्य चलि ययि ययि परसवर्णः इति न ददन्त् सुबाहि ददन्ति नुमागमः नास्ति चेत् ददति एव सत्यं तत्र प्राप्तविभाषा अप्राप्तविभाषा इति द्वयमस्ति यत्र प्राप्तमस्ति तस्य विकल्पं भवति चेत् प्राप्तविभाषा अप्राप्त यदा नाभ्यस्ताचतुः इत्यनेन अप्राप्तमस्ति नुमागमः न प्राप्तम् इदानीं तस्य पुनः प्राप्तिः भवति किल तत्र अप्राप्तविभाषा इति वदामः तादृशविभाषाद्वयं सूत्रं पठामि भगिनि वानपुंसकस्य नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्ययपरे अभ्यस्तसंज्ञकात् शत्रुन्तस्य विकल्पेन नुमागमो भवति वा अधेयपदं नपुंसकस्य षष्ट्यन्तं द्विपदमिदं सूत्रं ज्ञाभ्यासात् चतुः इत्यस्मात् अभ्यस् अभ्यस्ता चतुः इत्यनयोः अनुवृत्तिः इति तु नुं धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः उगतिजां सर्वनामस्थाने अधातोः इत्यस्मात् सर्वनामस्थाने इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस् अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुं सर्वनामस्थाने तदेव अत्र वा नपुंसकाच्च चेत् नपुंसकस्थलिङ्गविषये एव सर्वनामस्थानसंज्ञप्रत्ययपरे अभ्यस्तसंज्ञकात् स्वतन्त्रविकल्पेन नुम् आगमः भवति. प्रथमायां किं भवतु? प्रथम ददति द्वितीय ददति ददन्ति ददति इति रूपद्वयं सत्यं. तत्र यदा वयं पूर्वं दृष्टवन्तः अदादिगणे दिवादिगणे तत्र रूपद्वयं सुदादिगणे शब्दः तत्र रूपद्वयं तत्र द्विवचने आसीत् इदानीं बहुवचने रूपद्वयं वा नपुंसकस्य इत्यनेन नपुंसकस्य जलजः तस्य निषेधं नाभ्यस्ता चतुः पुनः विधानं वा नपुंसकस्य इत्यनेन पुनर्विधानम् इति वदति. अवगतं किल? धन्यवादः भगिनि. अत्र मम किञ्चित् अस्ति इदानीं ददत् इति बहुवचने अस्ति द्विवचने अस्ति खलु तत्र ददत् एव षी इति अस्ति तत्र षी इति इत्यनेन तत्र आशी नद्योर्नुम् इत्यस्य प्रसक्तिः अस्ति खलु तत्र आशी नद्योर्नुम् इति बहुवचने किल न षी प्रत्यय द्विवचने किल तत्र आदेशः नास्ति किल ददा इति अस्ति अत्र तत्र तत्र आकारस्य लोपः भवति इत्यनेन लोपः भवति दधि इति अतः तत्र अदन्ताङ्गं न भवति अदन्ताङ्गं नास्ति अतः एव अलन्ताङ्गम् इति कृत्वा तत्र आचीनद्योर्नुम् इत्यस्य प्रसक्तिः एव न भवति खलु आचीनद्योर्नुम् इत्यस्य प्रसक्तिः नास्ति ददत्योगः ददत्योगः औ तत्र ददायोगात् तदा तत्र इत्यस्य एव प्रसक्तिः अस्ति तत्र दद् योग इति अस्ति तत्र दद् इति अङ्गमिति हलन्तमङ्गम् अतः आशीनद्योगम् इति न भवति यद्यपि न भवति सत्यं न भवति अवर्णान्तमङ्गं नास्ति अतः न भवति सत्यमेव षी आदेशः तु भवति एव परन्तु आचीनद्योगम् इत्यस्य प्रसक्तिः न सत्यम् भगिनि स्पष्टीकृते अहं वदामि भगिनि सर्वनामस्थान अदर् द क्लास् दट् वाट् इस् दट् अभ्यस्त रूट्स् विना रेस्ट् आफ् द गणास् रूट् एव्रिवेर् सर्वनामस्थान नकारः अस्ति नुम् आगमः भवति अभ्यस्तधातु कृते एव नुं वैकल्पिकरूपं भवति सर्वनामस्थानकृते सर्वनामस्थानकृते नुम् आगमः अस्ति ओन्लि फार् अभ्यस्त रूट्स् वैकल्पिकरूपं ददन्ति अथवा ददति अथवा विसा पचन्ति यान्ति ऐ डोण्ट् पचन्ति इत्यत्र तु नित्यमेव भवति किल शप्स्यनोर्नित्यम् इत्यनेन नपुंसकस्य जलजः तत्र तत्र जलन्तम् अथवा अजन्त अजन्त अजन्त अस्ति चेत् बहुवचने जलन्तमस्ति खलु इदानीं ददत् ददत् ददत् जलन्तमस्ति दद् योग अतः एव प्रसक्तिः अस्ति अस्ति सो ददन्ति भवति बट् वा नपुंसकस्य वा नपुंसकस्य इत्यनेन न भवति ददति एव भवति वा नपुंसकस्य इत्यनेन यद् नाभ्यस्ता चतुः इत्यनेन यद् निषेधं प्राप्तं पुनर्विधानं अतः अभ्यस्त रूट्स् कृते निषेधः भवति That's why we got dadati. Tattu apakshe, kila. Pakshe tu bhavati eva. Pakshe bhavati, bhagini. Pakshe bhavati, pakshe na bhavati. Apakshe. Apakshe. Okay. That is for Sarvanamastana. Then, she krite, duval krite. Dvivachana. Dvivachana krite. ई कृते शप्शनोर्नित्यम् अथवा आच्चीनद्योनुम् इत्यनेन शप् शन् प्रथमगण दिवादिगण चुरादिगण इत्यनेन प्रथमदिवादि द्वादि दिवादि चुरादिगणीयधातुतः शत्रुपतेः कृते शप्शेनोर् नित्यम् इत्यनेन द्वितीयवचनकृते लैक् अन्ति इति भवति अन्ती इति भवति नुम् आगमः भवति नित्यं भवति अन्देन् अत् विश् लैक् वाट् इट् बि डु लैक् यात् यात् ऐ डिन् आत् अदादिगण अदादिगण आकारान्तधातु कृते अथवा वड् बि फार् शप् शन् शकार तुदादिगण तुदादिगणीयकृते आक्षीनद्योर्नुम् इत्यनेन नुम् आगमः वैकल्पिकरूपं भवति ओके अथवा अदर् गणास् जस्ट् ददति एव भवति ओके देन् द्वितीयवचनं देन् प्रथम एकवचनं कृते स्वमोर् नपुंसकात् इत्यनेन पदं जातं सो जस्ट् जगत् अथवा जगद् अथवा गच्छत् वाट् इट् बि डु ददत् अथवा यात् अथवा याद् एव भवति सो एकवचनम् इस् नथिङ्ग् टु डु वित् नुम्मागम तत्र नुम्मागम नास्ति ओन्ली द्वितीय द्विवचनम् अण्ड् बहुवचनम् ओके सर्वनामस्थाने इत्यनेन सर्वनामस्थाने परे एव नुम्मागमः विधीयते अत्र तु नपुंसकलिङ्गे प्रथमः तत्र तत्तु सर्वनामस्थानं नास्ति किल प्रथमा विभक्ति एकवचनं द्वितीया विभक्ति एकवचनम् इति सर्वनामस्थानं नास्ति अतः सूत्रस्य विधिः तत्र न सम्भवति Beginning because we are so used to seeing sarvanamasthana for su so it's you have to make an effort to think that this is not sarvanamasthana tatra punah ashtadhyayi.com madhye eva mahodayah ekah table kritava yatra pullingam strilingam napunsakalingam gana gana bedena कुत्र भवति कुत्र न भवति इति पश्यतु तद् अहं तु प्रिण्ट् औट् कृत्वा स्थापितवती भवन्तः अपि किञ्चित् स्थापयति चेत् उपयोगाय भवति तत्र सः पाठितवान् किल शत्र इति तत्र यूट्यूब् मध्ये शत्र शाणच् इति तत्र एव आसीत् तस्य लिङ्क् तत्र एकः टेबल् अस्ति पुनः रघुपतिमहोदय अन्ये गणाः पठति वा तदेव किञ्चित् किञ्चित् भवति एव यदा अहं तत्र प्रथमस्तरस्य छात्रान् कृते प पाठयामि किल, तेषां कृते अपि बहु भ्रमं जनयति कुत्र नकारः भवति कुत्र न भवति इति. तत्र सूत्रस्य प्रयोगः अपि वयं कर्तुं न शक्नुमः अस्मिन् वर्गे. तत्र तु अहं तत्र गणः अपि ते न जानन्ति, तत्र बहु किञ्चित् भ्रमः एव तत्र कुत्र भवति कुत्र न भवति. मम कृते तु एतत् एषा तालिका एव यत् महोदयस्य तत्र लिखितमस्ति सूत्राणि, अनन्तरं कुत्र भवति न इति, तत् सम्यक् अस्ति. आम् महोदय, अन्ये गणाः अत्र अवर्ण अभावात् प्रथमा द्वितीया द्विवचने श्री प्रत्यये परे आचीनद्यो नुमित्यनुमागमः न भवति. प्रथमा द्वितीया बहुवचने श्री प्रत्यये परे नपुंसकस्य जलचः इत्यनेन नित्यं नुमागमः, नित्यं नुमागमः. अस्तु, अदादौ सत् सती सन्ति. अस्तु, अत्र अदादौ सत् इति तत्र अवर्ण नास्ति, अवर्ण आचीनद्यनुमित्यनेन भवति. तत्र सत् सत् सत् इति हलन्तम् अस्ति, अजन्त नास्ति, अदन्तं नास्ति, अवर्णान्तं क्षम्यताम्, अदन्तस्य ह्रस्वकारः भवति. अस्तु, चिन्वत् इति तत्रापि चिनु इति अस्ति, अतः तत्र चिन्वत् चिन्वन्ति अत्रापि न भवति, आचिनद्यनुमित्य न भवति, चिनु इति अस्ति अङ्गं. रुन्धत् अत्र रुन्धति रुन्धन्ति इति पुस्तकजलचैत्यनेन नुमागमः सर्वस्य बहुवचने. तन्वत् तन्वती तन्वन्ति, क्रीणत् क्रीणति क्रीणन्ति इति सर्वत्र अवर्णान्तम् अङ्गं नास्ति किल. तनु क्री इति धातुः, आम् क्री इति एव अङ्गं किल. अनन्तरमेव अस्माकं श्ना योजयामः, श्ना एव किल, क्रयादिभ्यः. आमां क्रीणात् क्रीणत् क्रीणत् तत्र क्रीण क्री क्री दातु क्री एव दातुः किल. तत्र अस्माकं श्ना इति विकरणप्रत्ययः, अस्माकं नत्वं कृत्वा क्रीणा इति भवति किल, क्रीणयोगः अत् समीचीनमेव उक्तवती किल, तत्र दोषः. क्रीणायोगात् अस्मात् क्रीणायोग अत् तत्रापि न भवति. श्नाभ्यस्तयो रातः श्ना किल, अतः तत्र लोपः पुनः भवति, क्री योगः अत्. अतः तत्रापि न भवति. तनु इति तनु योगः अत्, तन्वत् उकारः, अवर्णान्तमङ्गं नास्ति पुनः. धनादौ अत्र क्रयादिगणे एव तत्र भ्रमः भवति, परन्तु श्नाभ्यस्तरात् इत्यनेन श्नाभ्यस्तरातः श्ना इत्यस्य भवति, तर्हि तत्र अतः तत्र अदादौ स्वादौ रुदादौ तनादौ क्रयादौ बहुवचने एव नपुंसकस्य जः इत्यनेन नित्यं नुमागमः, शी प्रत्यये परे आचिनत्यो नुम् इत्यनेन नुमागमः न भवति. अवगतं किल? अस्तु, अग्रिमपाठाः किञ्चित् पठामः अद्य. तत्र तु शत्रुषाणचोः प्रक्रियाचिन्तनम्, अनेन पाठेन अस्माकं सार्वधातुकप्रक्रियायाः अन्तिमपाठः अनेन समाप्तं भवति, अष्टमपाठः शत्रुचाणचोः प्रक्रियाचिन्तनम् इति, शत्रुविषये शाणचिति विषये अपि अस्ति. विजया भगिनी पठति वा? आं महोदय. वस्तुतः यत् यद्यपि सार्वधातुकप्रकरणम् इति नामकरणं प्रसिद्धं, किन्तु सार्वधातुकम् इति प्रक्रिया अस्ति, न तु प्रकरणं। यथा जानीमः, प्रकरणम् इति नाम्ना अष्टाध्याय्यां समानप्रकारसूत्राणि सङ्गृहीतानि सन्ति। अयं प्रकारकसूत्रसङ्ग्रह एव प्रकरणम्। इत्संज्ञा प्रकरणम्, इडागमप्रकरणं, नुमागमप्रकरणं, दत्तप्रकरणम् इति अष्टाध्याय्यां प्रकरणानि। तत्र एकप्रकारकसूत्रसङ्ग्रहः एव दीयते, न तु पदनिर्माणप्रक्रिया। अष्टाध्याय्याम् एकस्मिन् प्रकोष्ठे एकमेव कार्यम् इति प्रकरणस्य लक्षणम्। अत्र सार्वधातुकप्रकरणम् इति नामकरणं प्रसिद्धं, परन्तु सार्वधातुकम् इति प्रक्रिया अस्ति, न तु प्रकरणविषये। अत्र प्रकरणम् इति नाम्ना अष्टाध्याय्यां समानप्रकारकसूत्राणि तत्र सङ्गृहीतानि। एतत् विषये एकस्मिन् स्थले एतत् सङ्गृहीतानि एव सन्ति। अत्र समानप्रकारकसूत्रसङ्ग्रहम् एव प्रकरणम् अत्र अस्ति। किम् अस्ति चेत् अत्र प्रकरणस्य लक्षणं किम् इति तत्र दत्तम्। अत्र इडागमविषयः अस्ति, इत्संज्ञाविषये प्रकरणमस्ति, अनन्तरं नुमागमविषयः अस्ति, न तु प्रकरणम्। एतत् समीचीनतया तत्र अष्टाध्याय्यां प्रकरणानि सन्ति एव। अत्र पदनिर्माणविषये तत्र किमपि नास्ति। एकप्रकारकसूत्रसङ्ग्रहः किम्, अत्र सूत्रविषये किम् अनुवृत्तिसहितसूत्रं किम् अग्रे आगच्छति, एतत् सर्वं सङ्ग्रहरूपेण तत्र प्रकरणविषये पृथक् पृथक्तया उक्तं। तत्र एकस्मिन् प्रकोष्ठे एकमेव कार्यमिति अस्ति इति तत्र दत्तम्। एतदेव प्रकरणस्य लक्षणम् इति तत्र दत्तमेव। यत्र विभिन्नेभ्यः प्रकरणेभ्यः सूत्राणि स्वीक्रियन्ते पदस्य निर्माणार्थं, तत्र प्रक्रिया इति उच्यते। तथा च कर्तृर्थके सार्वधातुकप्रत्यये परे यत्र कर्तरि शप् इत्यनेन शप् धातुगणम् अनुसृत्य शपं प्रपाद्य अन्ये च विकरणप्रत्ययाः विधीयन्ते, यस्य फलं लटि लोटि लङि विधिलिङ्गि तिङन्तपदं शत्रुसानचोः त सुबन्तं, सा तु प्रक्रिया एव पदनिर्माणविधिः। न्यूनं सार्वधातुकम् एका प्रक्रिया, फलं तिङन्तं सुबन्तं वा भवतु, प्रक्रिया उभयत्र समाना एका एव। तदन्तर्गते च चतस्रः उपक्रियायाः अजादि पित् हलादि पित् अजादि अपित् हलादि अपित् इति तत्र किं क्रमम् अत्र प्रयोगं कुर्मः इति तत्र दत्तम्। अत्र प्रकरणेभ्यः सूत्राणि स्वीक्रियन्ते, परन्तु तत्र प्रक्रिया, एतत् पदं निर्माणार्थं प्रक्रिया किं किम् अस्ति इति तत्र दत्तम्। यथा कर्तृर्थके सार्वधातुकप्रत्ययः अस्ति चेत् तत्र कर्तरि शप् इति आगच्छति प्रथमं, लस्य इति अधिकारे सर्वत्र आगच्छति एव, परन्तु लट् लोट् लङ् विधिलिङ्ग् एतत् विषये कर्तरि शप् इति आगच्छति। अन्यगणाः एतत् सर्वं प्रपाद्य विकरणप्रत्ययाः तत्र विधीयन्ते कार्यम् अन्यकार्यं करणार्थम्। अनन्तरं तिङन्तपदं शत्रुस्थानचोः सुबन्तं वा अनन्तरं तिङन्तं वा प्रक्रिया पदनिर्माणार्थं विधिः तत्र दत्तं। न्यूनं सार्वधातुकम् एका प्रक्रिया, फलं तिङन्तं सुबन्तं वा भवतु, एतत् सुबन्तम् अस्ति चेत् एतत् नाम पदरूपेण तत्र प्रक्रिया आगच्छति, अनन्तरं तिङन्तं तिङन्तम् इति अस्ति चेत् तत्र धातवः क्रियापदेन एतत् सर्वम् आगच्छति. प्रक्रिया उभयत्र समाना एका एव. तदनन्तर गते तत्र चतस्रः उपप्रक्रियाः सन्ति. एतत् अजादिपित् अस्ति चेत् गुणकार्यमस्ति वा, हलादिपित् अस्ति चेत् तत्र गुणकार्यमस्ति वा, अजादि अपि चेत् तत्र गुणकार्यं नास्ति वा, हलादि अपि चेत् तत्र गुणकार्यं नास्ति वा, यत्र यत्र गुणकार्यमस्ति एतत् सर्वं तत्र प्रक्रियारूपेण तत्र दत्तम्. सार्वधातुकप्रक्रियायां यत्र यत्र प्रत्ययः अजादिपित् तत्र तत्र एकप्रकारकं कार्यं भवति. तच्च कार्यं कुत्रापि भवतु कार्यम् एकमेव. तद्वत् हलादिपित् अजादिपित् हलाद्यपित् एवं च सार्वधातुकप्रक्रिया एका एव. तस्यां च चतस्रः उपक्रियायाः उपप्रक्रिया सन्ति. अत्र सर्वत्र धातवः अस्ति. तत्र कार्यं कुत्रापि भवतु परन्तु कार्यम् एकमेव. हलादिपित् अजादिपित् अस्ति वा, हलादिपित् अस्ति वा, अजादि अपित् अस्ति वा, हलादि अपित् अस्ति वा, एतत् सार्वधातुकप्रक्रिया कार्यम् एवं समानमेव परन्तु तत्र भिन्नभिन्नरूपेण गुणकार्यमस्ति वा, गुणकार्यं नास्ति वा, सन्धिकार्यमस्ति वा, सन्धिकार्यं नास्ति वा, एतत् सर्वत्र अत्र एकप्रकारकं तत्र कार्यरूपेण तत्र भवति इति तत्र. अस्तु, धन्यवादः. सम्यक् तावदेव. प्रकरणम् इत्युक्ते किं, प्रक्रिया इत्युक्ते किं, तयोः भेदः कः इत्येव उक्तमस्ति अत्र. समीचीनम्. उषा भगिनी, अग्रिम परिच्छेदत्रयम्. आं भगिनि, सार्वधातुकप्रक्रियायां यत्र यत्र प्रत्ययः अजादिपित् सार्वधातुकप्रक्रियायां चतस्रः उपप्रक्रियाः सन्ति इति कथं जानीमः? किं प्रमाणम्? इदं वर्गीकरणं पाणिनिना सिध्यति सूत्रभेदेन. सूत्राणां निमित्तं दृष्ट्वा चतस्रः प्रक्रियाः स्फुटाः भवन्ति. यथा नाभ्यस्तयोरातः कितिङिति सार्वधातुकप्रत्यये परे अङ्गस्य नाभ्यस्तयोः आतः लोपः किति कितिङिति सार्वधातुके. किन्तु ईहल्यगोः इत्यस्मिन् हली कितिङिति उच्यते. अङ्गस्य श्नाभ्यस्तयोः आतः ई कितिङिति हलि सार्वधातुके अगोः. यस्मात् श्नाभ्यस्तयोरातः इत्यस्य केवलम् अजादि कितिङिति भवति. अनेन अजादि अपित् हलादि अपित् इत्यनयोः उपप्रक्रिययोः प्रमाणं सिद्धं पाणिनेः सूत्रैः एव सिद्ध्यति. सार्वधातुकप्रक्रियायां चतस्र उपप्रक्रियायाः कथं सिद्ध्यन्ति इति इत्यतः किं प्रमाणम् इति उच्यते. पाणिनेः सूत्रे एव निमित्तं किम् इति दृष्टं चेत् निमित्तं कृते कितिङिति इत्यनेन अपित् इत्येव सूचयति. सार्वधातुके प्रत्यये परे इत्यनेन सार्वधातुकप्रक्रिया एवं सूचयति. श्नाभ्यस्तयोरातः इति उदाहरणं दत्तं. श्नाभ्यस्तयोरातः इति सूत्रं अङ्गस्य सूत्रस्य कृते अस्ति, अङ्गस्य अधिकारे अस्ति. श्नाभ्यस्तयोरातः इत्यनेन आकार सार्वधातुकप्रत्यये परे अङ्गस्य श्नाभ्यस्तयोः आतः लोपः कितिङिति सार्वधातुके प्रत्यये इति अनुवृत्तिसहितम् आगच्छति. कितिङिति सार्वधातुके इति तत्कारणात् तत् प्रक्रिया कृते पाणिनेः नियमं पाणिनेः वाट् वि काल् द निमित्तं पाणिनेः निमित्तं दत्तं. अन्य उदाहरणमपि दत्तम् ईहल्ययोगो ईहल्यगोः इत्यनेन अङ्गस्य अनुवृत्तिसहितम् आगच्छति. आतः श्नाभ्यस् 64112 श्नाभ्यस्तयोरतः दिस् इस् 64 ओ प्रत्य अनन्तरं सूत्रम् ओके. सो लोपः इति सिद्ध्यति ओके. आकारलोपः भवति ई अथवा कितिङ् इति हलि सार्वधातुके इति अस्ति अगोः इति ऐक्यस् धातु. किन्तु ई हल्यगोः इत्यस्मिन् हलि किति ङिति उच्यते इति निमित्तं पाणिनेः सूत्रस्य निमित्तस्य कारणात् एव प्रक्रियायाः जाताः इति दत्तं भगिनि. तदा उतो वृद्धिर्लुकि हलि हलि पिति भवति. हलि पिति उतो वृद्धिर्लुकि हलि उतः अङ्गस्य वृद्धिः लुकि वृतः अतः उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य ओके न अभ्यस्तस्य अचिपिति सार्वधातुके ओ 738 न अभ्यस्तस्य अचिप्ति सार्वधातुके अचिपिति भवति ओके. अभ्यस्तस्य अङ्गस्य लघु उपदस्य गुणः न अचिपिति सार्वधातुके. आभ्यां सूत्राभ्यां हलादिपित् अजादिपित् इति निमित्तं दृश्यते. चतुर्भिः सूत्रैः प्रमाणम् अस्ति यत् हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् इत्येभिः चतुर्भिः चतस्रः पृथक् प्रक्रियाः निष्पन्नाः. पूर्वं वयं कित्ङित् प्रत्यय परे पाणिनेः सूत्रं दृष्टम्. अधुना पित् प्रत्यये कृते हलि पित् कृते अथवा अजादिपित् कृते पाणिनेः सूत्रस्य निमित्तेन प्रक्रियायाः जातम् इति दत्तम्. उदाहरणं दत्तं हलिपिति सार्वधातुके इत्यनेन सूत्रस्य निमित्तं हलिपिति भवति इति उतो वृद्धिर्लुकि हलि इत्यस्य कृते हलिपिति निमित्तं भवति. न अभ्यस्तस्य अचिपिति सार्वधातुके इत्यनेन अचिपिति इति निमित्तं भवति. पाणिनेः सूत्रं एवमेव पाणिनेः सूत्रं पाणिनेः सूत्रस्य कारणात् एव चतुर्भिः प्रक्रियाः जाताः. अन्यच्च मूलरूपेण सार्वधातुकप्रक्रियायाः द्वौ विभागौ. यत्र अङ्गम् अदन्तं पुनः यत्र अङ्गम् अनदन्तं अयं वेदः अपि सूत्रनिमित्तम् अवलम्ब्य सिद्ध्यति. यथा आने मुक् इत्यस्य निमित्तम् अदन्तम् अङ्गम् अतः अङ्गस्य मुक् आने इति अग्रे वक्ष्यमाणम् ओके. पाणिनेः सूत्रस्य निमित्तम् एव सार्वधातुकप्रक्रियायाः द्वौ विभागौ अपि सिद्ध्यति. अदन्तम् अङ्गम् अथवा अनदन्तम् अङ्गं पाणिनेः सूत्रस्य एव. तत्कारणात् आने मुक् इति सूत्रस्य उदाहरणं दत्तम्. समीचीनम्. अतः तत्र यद्वयम् अजादिपित् कार्यं हलादिपित् इति श्रेणी कृत्वा कुर्मः तत्तु पाणिनेः सूत्रस्य आधारेण इत्येव सः वदति. तदेव तत्र सूत्रस्य आधारेण एव तादृश प्रक्रियायाः अजादिपित् प्रक्रिया हलादिपित् इत्यस्य वयं निर्णयं कर्तुं शक्नुमः. तत्र श्रेणीकरणम् अस्य आधारेण एव भवति इति. इदानीं शाणच् इत्यस्य विषये पठामः. धन्यवादः भगिनि. अरुणा भगिनी शाणच् इति पठति वा? आं भगिनि, शाणच्. अधुना शाणच् प्रत्ययः कीदृशः? अनुबन्धलोपे आना अवशिष्यते अयं प्रत्ययः श्रुत्वा सार्वधातुकः अजादिः अपित् च इति कृत्वा अजादि अपित् सार्वधातुकः सार्वधातुकप्रक्रियायां यत्र यत्र अजाद्यपित्यस्य कार्यं वर्तमानं तच्च कार्यम् एकप्रकारकं समानं च यतोहि निमित्तम् अजाद्यपित् अतः येषां सूत्राणाम् अजाद्यपित् इति निमित्तं तेषां प्रसक्तिः अतः तिङ्गन्तस्य क्षेत्रे यत्र तिङ्प्रत्ययः अजाद्यपित् तत्र यादृशकार्यं भवति तादृश एव कार्यं भवति आन इति प्रत्ययं निमित्तीकृत्य न कोऽपि भेदः ओके शानज् प्रत्ययः वयं जानीमः शानज् प्रत्यय कीदृशमिति अत्र वक्तं शानज् अनुबन्धकश लषक् पद्यते तद् शकारलोपः भवति हलादि तेन हल् लोप भूत्वा आन एव प्रत्ययविद्यते अयं प्रत्ययः षित् अस्ति ततः सार्वधातुकः अजादि अस्ति अपित्यपि अस्ति ततः प्रत्यय अजाद्यपित् सार्वधातुकः इति उक्तं सार्वधातुकप्रक्रियायां यत्र यत्र अजादिपित् इत्यस्य कार्यं प्रवर्तनीयं तदेव वयमपि शानज् विषये वयं कुर्मः यतोहि निमित्तमस्ति अजादिः अजादि अपित् अतः एतं श्रुतं अजादि अपित् इति निमित्तमस्ति अजादि ततः कोऽपि भेदः नास्ति पूर्वमपि वयम् एतदर्थं तिङ्गन्तकृदन्तयोः प्रक्रियादृष्ट्या द्वैविधं द्वैविध्यं नास्ति तिङ्गन्तक्षेत्रे यत्र प्रत्ययः अजादि कृदन्तक्षेत्रे यत्र प्रत्ययः अजादि अपि उभयत्र कार्यं समानं प्रक्रिया एक एव ओके शानच् इति नाम शब्द धातुतः विधीयते नामशब्दः भवति अत्र कीदृशं कार्यं भवति इति चेत् प्रत्ययः कीदृशं प्रत्ययः इति दृष्ट्वा अजादि अपि अस्ति चेत् चानच् अपि कृदन्तक्षेत्रे अपि समान प्रक्रिया एव भवति यदा वयं तिङन्तं कृतवन्तः तत्र अजादि अपित् इत्यस्य कृते कानिचन कार्याणि आसन् किल तदेव अत्रापि तावदेव तत्र द्वैविध्यं नास्ति भेदः नास्ति कृदन्तं तिङन्तं प्रक्रिया अजादि अपित्सु समान अग्रे पत्नि अत्र अत्र प्रक्रिया समाना इत्यनेन न किं विवक्षितं तिङ्गन्तस्य तिङ्गन्तपदं व्युत्पत्तिः कृदन्तस्य प्रातिपदिकव्युत्पत्तिः उभयत्र साम्यं ततः अग्रे यदा कृदन्तप्रातिपदिकात् सुबन्तं भवति तत्र सुबन्तप्रक्रिया पुनः भिन्ना किन्तु अत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्त प्रातिपदिकनिष्पादनं तस्य च पद्धति सा च प्रक्रिया सार्वधातुकतिङ्गन्तप्रक्रिया च समाननिमित्तकत्वात् ओके अतः पुनः पठामि अत्र प्रक्रिया समाना इति अर्थं किं तिङ्गन्तरू सिद्ध्यर्थं तिङ्गन्तस्य तिङ्गन्तपदं व्युत्पत्ति भवति कृदन्तस्य प्रातिपदिकं व्युत्पत्ति भवति वयं जानीमः उभयत्र साम्यः ततः अग्रे यदा कृदन्तप्रातिपदिकात् सुबन्तं भवति ओके, प्रातिपदिकार्थं प्रक्रिया आशानच् रीत्या एव भवति, परन्तु प्रातिपदिकनिर्माणानन्तरं सुबन्तप्रक्रियायां प्रक्रिया भिन्नं भवति. अवगतं भगिनि. किन्तु अत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्त प्रातिपदिकनिष्पादनमेव, न तु सुबन्तरूपम्. अत्र केवलम् अजन्ता अपि प्रत्ययः अस्ति, तथैव तत् आधारं निमित्तं स्वीकृत्य सूत्राणि वयं प्रक्रियां वयं कुर्मः. समानप्रक्रिया एव भवति. यदा तिङन्तानां कृते आसीत् तदा समाननिमित्ति कृत्वा समानप्रक्रिया एव भवति प्रातिपदिकनिर्माणस्तरे. अनन्तरं सुबन्तं यदा योजयामः तत्र भिन्नप्रक्रिया, तत्तु वयं जानीमः शत्रन्त कृते इदानीं दृष्टवन्तः किल, तदेव शाणचन्तकृते अपि. अस्तु, अस् प्रथमगणसमूहात् अग्रिमसप्ताहे पठामः पठिष्यामः. अग्रिमसप्ताहे अपि समानसमयः, किञ्चित् क्लेशः भवति चेत् क्षम्यता, इतोपि एकवारमेव. पुनः अनन्तरं वयं पुनः अस्माकं पूर्वतनसमये एव मेलिष्यामः. अस्तु, धन्यवादः, धन्यवादः, धन्यवादः भगिनि, नमस्कारः.